पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 210 नारद उवाच एवं प्रबोध्यतान् सर्वान् वजोभिः पारमार्थिकैः स हंसकारयामास क्रियास्तस्यात्मसम्भवाः अन्तर्वत्नीमुकुन्दस्य निर्बन्धं कुर्वती वधूः अनुगन्तुं स्वभर्तारं विदुषा तेन वारिता तस्यास्थीनि समादाय तेन संन्यासिना समं तद्भ्राता प्रययौ गङ्गा जले पादयितुं नृप विप्रसन्न्यासिनौ तौ हि कदिभिर्वासरैर्नृप सार्धलोकवशात् प्राप्तौ इन्द्रप्रस्थेऽत्र सत्पदे इन्द्रप्रस्थान्तरावर्तिन्येषाया कोशला नृप अत्र सुप्तौ निशायां तौ यमुनातीरभूतले आत्मनोरुभयोर्मध्ये न्यस्यास्ति पडसम्पुटं मार्गखेदपरिक्रान्तौ दशां सौषुप्तिकीं गतौ निषीधेध प्रसुप्तेषु सार्थलोकेषु कश्चन एकश्वात्तत्र सम्प्राप्तः पक्वान्नादिजिहीर्षया बभ्राम सर्वशिविरे जिघ्रन् पाकस्थलीं मुहुः भाजनानि लिहन्मूर्ध्नि क्वजदण्डा हदिं सहन् केनचित्ताडितो मूर्ध्नि निःशब्दं विद्रुतस्ततः प्रदि चक्रुमशक्तस्तु स्त्रीजिदस्वस्त्रिया यथा यत्रावकण्डितः सश्वा दण्डग्रावेष्टकादिभिः पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया भोगेच्छया यथा वेश्या स्नेहवान्निर्धनो जनः भ्रमन्नेवं स चात्रापि यत्र सुप्तौ गीतावुभौ सारमेयस्तयोर्मद्याज्जह्रे स पडसम्पुडं नीत्वा स कियदीं भूमिं दन्तैस्तत्पडसम्पुडं विदार्यास्तीनि तस्थानि निर्मांसान्यवलोक्य सः यदस्या कोशलायास्तु जलमध्ये समाक्षिपद क्षिप्तमात्रेषु तेनास्तिश्वेतदम्बुनिभूपदे दिव्यं विमानमास्ताय मुकुन्दोऽत्र समागतः दृष्ट्वा गुर्वनुजौ सुप्तौ शनै प्राबोधयत्तदा उवाच च नमस्कृत्य गुरुं दिव्याकृतिर्नृप मुकुन्द उवाच वेदायन गुरो तुभ्यं नम आशीस्तवानुज प्रासादाद्वां ममास्तीनि तीर्थेऽत्र पतितानि वै अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलं यदतीर्थप्रसादेन देवी लब्धा मया गतिः त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागदः अहं गच्छन् विमानेन दिव्येन त्रिदशालयं नमस्कृतो भवानेदतीर्थचायं सहोदरः दृष्टो ममानुजानीहि यामि स्वर्गं सुखोदयं नारद उवाच श्रुत्वैवं वचनं तस्य मुकुन्दस्य गुरुस्तदा वेदायनो विमानस्थं तमूचे कदविस्मयः देवायन उवाच मुकुन्दाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् कस्मिल्लोके गतस्ताद यतो यात्यधुना दिवं किं वृत्तं तत्र ते ताद तस्य लोकस्य कोऽधिपः कीदृशी च प्रजा कीदृधर्मस्तत्राखिलं वद मुकुन्द उवाच कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायते धुना यदाहं तेन निहदश्चण्डकेन दुरात्मना नापि तेन तदा जग्मुर्यमभृत्या सुदारुणाः पिङ्गाक्षा रक्तकेशाश्च श्यामदेह नखाधराः वामनादीर्घचरणा ह्रस्वनासाश्च दन्तुराः नियतामेष धर्मराजस्य शासनाद पुरीं संयमनीमेव मुचिरेते परस्परम् इत्युक्त्वा यादनादेहे मां निवेश्य महारुषा निबध्य दारुणैः पाशैः जघ्नुर्लोकस्य मुद्गरैः तैरसं नीयमानस्तु मार्गे ह्युत्तप्तवालुके अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः प्रोजुश्च ते ध्रुवं कृत्वा निर्भर्ष्येदि च मां बहु यमदूता पूजुः त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्मनिश्चलं किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखं तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् युत्युक्त्वा मां मुहूर्तेन बहुयोजन संस्थिताम् पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः अनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् दृष्ट्वा मां धर्मराजोऽध प्रोवाच स्वसभासदः यम उवाच भो सभ्या मामकीं वाजं शृण्वन्तु सुसमाहिताः यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः तदा मामित्युवाचासौ ब्रह्मालोकपितामहः ब्रह्मोवाच अधर्मिणां नराणां त्वं शास्तात् संयमनीपदिः यथा पराधमाधत्स्व दण्डं चण्डकरात्मज पित्रोरपोषको यस्तु समर्थो गुरुधृक्तुयः एतौ महापादकिनौ निपात्यौ निरयेषु ते सर्वेषु यावद्वर्षाणां प्रत्येकमयुधं भवेद् एतयोर्न त्वया कार्या दया जातु ककुप्पते यम उवाच इत्यहं ब्रह्मणो वाक्या स्वगुरुद्रुहिमानवे न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ब्राह्मणोऽयं गुरुद्रोही तद्रोहादपमृत्युतां प्राप्तो मच्चासनाद्भृत्यैरानीदो दर्शनाक्षमः भो भृत्या प्रथमं घोरे रौरवे वत्सरायुधे पात्यतां च पुनस्तस्मिन्निस्सार्यान्यत्र पात्यताम् तावन्तमेव कालं वै पापोऽयं गुरुलोपकः नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतं मुकुन्द उवाच वेदायन गुरोस्वामिन् भृत्यास्ते यमशासनाद नीत्वा मां रौरवे घोरे आशैर्बद्ध्वान्यपादयन् तत्राहं तां व्यथां गुर्वी लब्धवानदिदारुणां यथा कोऽपि क्षणस्ताद नीतो मे युगवत्तदा त्रिंशत् दिनानि तन्नीदं दुःखं मे तत्र तिष्ठदा यगत्रिंशतमे ह्यस्मिन् दिनेऽहं निर्गतस्तदा अदितेष्वस्तिखण्डेषु तीर्थेऽस्मिन्नुदमोत्तमे गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत् तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गधिर्मया सुखं स्वर्गे निवस्यामि यावदिन्द्राश्च दुर्दश यमस्य नगरे तस्मिन्याः प्रजा निवसन्ति वै पापिनां भयदायिन्यो धर्मिणां ता मनोहरः सिंहास्य गजकोलास्य महादंष्ट्रोन्नतोधरीः बिडालास्य पिङ्गकेश्यो भामिन्यो दीर्घपत्कराः तीर्थस्यास्य प्रसादेन निःपापोऽयं यदा भवं तदा मया प्रजा दृष्टा दिव्यरूपा यमालये सर्वास्ता सत्यवादिन्यो विनयाचारसञ्चिताः दिव्याभरणधारिण्यो दिव्याम्बरविभूषिताः इत्येतत्कथितं ताद यत्पृष्टोऽहं त्वया नख अनुजानीहि मां गन्तुममरेश पुरीं प्रति नारद उवाच इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा भूयः पप्रच्च धर्मात्मा मुकुन्तं तं द्विजं नृप वेदायन उवाच बाल्यावधि गुरुस्नेहं मत्तोदीधं त्वयाखिलं शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः विहिता मम शुश्रूषा भावेन भवदोत्तमा त्वयि सन्धि सदां साधो गुणाशमदमादयः गुरुलोपकृतं पापं कथं ते समजायत यददाख्या हि मे ताद यथा जानामि तत्त्वतः मुकुन्द उवाच जन्मोपवीतकन्यानां धातारो निगमस्य च यज्ञोपवीतधातुश्च नाज्ञाभङ्गकृतो मया श्वश्रुश्वशुरयो सेवा भृत्येनेव कृता मया तवापि शास्त्रधातुश्च नाज्ञाभङ्गकृतो मया पुरोधाह्य कुलाचार्यो वेदवेदान्तपारगः तस्यापराद्धं केजिन्मे तत्र त्वं श्रोतुमर्हसि यद्यस्माकं कुले पुत्रो जायते धर्मकोविद तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणां दत्त्वा संसिध्यते नालमिति वंशस्य न स्थितिः पुरा ममैव पुत्रेदो जातमात्रे शुभेहनि कुलक्रिया मया ताद न कृता मूढबुद्धिना तस्याश्चाकरणेनैव गुरुलोपकरोभवं निवेदितमिदं सर्वं गुरुलोपाद्यथा मम पापमासीदनुज्ञामि देहि यामि सुरालयं वेदायन उवाच इन्द्रप्रस्तान्तरावर्तिन्येषा या कोशलाशुभा स्मृतिरस्या प्रसादेन दृश्यते पूर्वजन्मनः केन पुण्येन तीर्थेऽस्मिन्नस्तीनि पादितानि ते मुकुन्दाख्या हि चैतस्य स्मृतिरस्ति तवानख मुकुन्द उवाच एकस्तु ब्राह्मणः कश्चित् सायं मद्गृहमागतः तस्मै स्थानं मया दत्तं भोजनं च यथाविधि सोऽपि भुक्त्वा यथा कामं सुष्वाप शयने शुभे निषीधे तस्य सर्वाङ्गे ज्वरोऽभूदधिदारुणः तेन पीडितः सर्वाङ्गो निद्रां लेभेन सद्विजः प्रभाद एव तत्याज प्राणान् मृत्यावुपस्थिते तस्य दाहादिकर्माणि विहितानि मया गुरो तदस्तीनि जगङ्गायां पादितानि विधानतः तेन पुण्येन मेऽस्तीनि पतितानि शिवप्रदे तीर्थेऽस्मिन् कोशले नाम्नि ब्रह्मदेवविनिर्मिते नारद उवाच स्वचरितमिति राजन् सद्विचः प्रोच्य सद्य सुरसुभगशरीरोद्यां ययौ यानगत्या इदमकथितमयातं तस्करात् प्राप्य मृत्युं व्यलभद दिवमेदतीर्थ राजप्रसादाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये मुकुन्दोपाख्याने दशाधिकद्विशततमोऽध्यायः ॐ